अथ इदानीं कर्मणः त्रैविध्यमुच्यते। नियतं सङ्गरहितम् अरागद्वेषतःकृतम् अफलप्रीप्सुना कर्म यत्तत् सात्विकमुच्यते। नियतं नित्यं सङ्गरहितम् आसक्तिवर्जितम् अरागद्वेषतः कृतम्, रागप्रयुक्तेन द्वेषप्रयुक्तेन च कृतं रागद्वेषतकृतं, तद्विपरीतम् अरागद्वेषतकृतम्। अफलप्रेप्सुन फलं प्रेप्सति इति फलप्रेप्सुः फलतृष्णः, तद्विपरीतेन अफलप्रेप्सुना कर्तृ कृतं कर्म यत् तत्सात्विकमुच्यते। यत्तु कामेप्सुना कर्म साहङ्कारेण वा पुनः क्रियते बहुलायासं तन्द्राजसमुदाहृतम्। यत्तु कामेप्सुन कर्मफलप्रेप्सुन इत्यर्थः कर्म साहङ्कारेण इति न तत्त्वज्ञानापेक्षय, किं तर्हि लौकिकश्रोत्रियनिरहङ्कारापेक्षय। यो हि परमार्थनिरहङ्कारः आत्मवे न तस्य कामेप्सुत्वबहुलायासकर्तृत्वप्राप्तिः अस्ति। सात्विकस्यापि कर्मणः अनात्मविस्साहङ्कारः कर्तः, किमुत राजस्तांसयो। लोके अनात्मविदपि श्रोत्रियो निरहङ्कारः उच्यते, निरहङ्कारः अयं ब्राह्मणः इति। तस्मात् तदपेक्षया एव साहङ्कारेण वा इति उक्तम्। पुनःशब्दः पादपूरणार्थः। क्रियते बहुलायासं कर्त्र महता आयासेन निर्वर्तते, तत्कर्म राजसम् उदाहृतम्। अनुबन्धं क्षयं हिंसाम् अनपेक्ष्य च पौरुषं मोहाधारभ्यते कर्म यत्तत्तामसमुच्यते। अनुबन्धं पश्चाद्भावी यद्वस्तु सः अनुबन्धः उच्यते, तञ्च अनुबन्धं। क्षयं यस्मिन् कर्मणि क्रियमाणे शक्तिक्षयः अर्थक्षयो वा स्यात् तं क्षयम्। हिंसां प्राणिबाधां च अनपेक्ष्य च पौरुषं पुरुषकारं शक्नोमि इदं कर्म समापयितुम् इत्येवम् आत्मसामर्थ्यम्। इत्येतानि अनुबन्धादीनि अनपेक्ष्य पौरुषान्तानि मोहात् अविवेकतः आरभ्यते कर्म यत् तत्तामसं तमो निर्वृत्तम् उच्यते। इदानीं कर्तृभेदः उच्यते। मुक्तसङ्गोऽनहं वादी धृत्युत्साहसमन्वितः सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्विक उच्यते। मुक्तसङ्गः, मुक्तः परित्यक्तः, सङ्गः येन सः मुक्तसङ्गः। अनहंवादी न अहंवदनशीलः, धृत्युत्साहसमन्वितः, धृतिः धारणम् उत्साहः उद्यमः, ताभ्यां समन्वितः संयुक्तः, धृत्युत्साहसमन्वितः। सिद्ध्यसिद्ध्योः क्रियमाणस्य कर्मणः फलसिद्धौ असिद्धौ च सिद्ध्यसिद्ध्योः निर्विकारः, केवलं शास्त्रप्रमाणेन प्रयुक्तः न फलरागादिना यः सः निर्विकारः उच्यते। एवं भूतः कर्ता यः सः सात्विकः उच्यते। रागी कर्मफलप्रेप्सुः लुब्धो हिंसात्मको शुचिः हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः। रागी, रागः अस्य अस्ति इति रागी, कर्मफलप्रेप्सुः कर्मफलार्थी इत्यर्थः, लुब्धः परद्रव्येषु सञ्जाततृष्णः, तीर्थादौ स्वद्रव्य अपरित्यागीव, हिंसात्मकः परपीडाकरस्वभावः, अशुचिः बाह्याभ्यन्तरशौचवर्जितः, हर्षशोकान्वितः, इष्टप्राप्तौ हर्षः अनिष्टप्राप्तौ इष्टवियोगे च शोकः, ताभ्यां हर्षशोकाभ्याम् अन्वितः संयुक्तः। तस्यैव च कर्मणः सम्पत्तिविपत्तिभ्यां हर्षशोकौ स्यात्, ताभ्यां संयुक्तो यः कर्ता सः राजसः परिकीर्तितः। अयुक्तः प्राकृतस्तब्धः शठो नैष्कृतिकोलसः विशाधी दीर्घसूत्री च कर्ता तामस उच्यते। अयुक्तः न युक्तः असमान्तः प्राकृतः अत्यन्त असंस्कृतबुद्धिः बालसमः स्तब्धः दण्डवत् न नमति कस्मैचित्। षटः मायावी शक्तिगोहनकारी नैकृतिकः परविभेदनपरः अलसः अप्रवृत्तिशीलः कर्तव्येष्वपि विषादी विषादवान् सर्वदा अवसन्नस्वभावः दीर्घसूत्री च कर्तव्यानां दीर्घप्रसारणः सर्वदा मन्दस्वभावः यत् अद्य श्वो वा कर्तव्यं तत् मासेनापि न करोति यच्च एवं भूतः सः कर्ता तामसः उच्यते। बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय। बुद्धेः भेदं धृतेश्चैव भेदं गुणतः सत्त्वादिगुणतः त्रिविधं शृणु इति सूत्रोपन्यासः। प्रोच्यमानं कथ्यमानम् अशेषेण निरवशेषतः यथावद् पृथक्त्वेन विवेकतः धनञ्जय। दिग्विजये मानुषं दैवं च प्रभूतं धनं जितवान् तेनासौ धनञ्जयः अर्जुनः। प्रवृत्तिं च निवृत्तिं च कार्यकार्ये भयाभये बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थसात्विकी। प्रवृत्तिञ्च प्रवृत्तिः प्रवर्तनं बन्धहेतुः कर्ममार्गः शास्त्रविहितविषयः निवृत्तिञ्च निवृत्तिः मोक्षहेतुः सन्न्यासमार्गः। बन्धमोक्षसमानवाक्यत्वं प्रवृत्तिनिवृत्तिकर्मसन्न्यासमार्गौ इति अवगम्यते। कार्याकार्ये विहितप्रतिषिद्धे लौकिके वैदिके वा शास्त्रबुद्धेः कर्तव्याकर्तव्ये करणाकरणे इत्येतत्। कस्य देशकालादि अपेक्षया दृष्टादृष्टार्थानां कर्मणां भयाभये बिभेति अस्मादिति भयं चोरव्याघ्रादि न भयम् अभयं भयञ्च अभयञ्च भयाभये दृष्टादृष्टविषयोः भयाभययोः कारणे इत्यर्थः। बन्धं सहेतुकं मोक्षं च सहेतुकं या वेत्ति विजानाति बुद्धिः सा पार्थसात्विकी। तत्र ज्ञानं बुद्धेः वृत्तिः बुद्धिस्तवृत्तिमति धृतिरपि वृत्तिविशेषः एव बुद्धेः। यया धर्ममधर्मं च कार्यं च कार्यमेव च अयथावत् प्रजानाति बुद्धिः सा पार्थराजसी। यया धर्मं शास्त्रचोदितम् अधर्मं च तत्प्रतिषिद्धं कार्यं च अकार्यमेव च पूर्वोक्ते एव कार्याकार्ये अयथावत् न यथावत् सर्वतः निर्णयेन न प्रजानाति बुद्धिः सा पार्थ राजसि। अधर्मं धर्ममिति य मन्यते तमसावृत सर्वार्थान् विपरीतांश्च बुद्धिः सा पार्थ तामसि। अधर्मं प्रतिषिद्धं धर्मं विहितम् इति या मन्यते जानाति तमसा आवृता सति सर्वार्थं सर्वानेव ज्ञेयपदार्थान् विपरीतांश्च विपरीतानेव विजानाति बुद्धिः सा पार्थ तामसि। धृत्यायया धारयते मनः प्राणेन्द्रियक्रिया योगेनाव्यभिचारिण्य धृतिः सा पार्थसात्विकी। धृत्यायय अव्यभिचारिण्य इति व्यवहितेन सम्बन्धः धारयते किं मनःप्राणेन्द्रियक्रियः मनश्च प्राणाश्च इन्द्रियाणि च मनःप्राणेन्द्रियाणि तेषां क्रियाः चेष्टः ताः उच्छास्त्रमार्गप्रवृत्तेः धारयति धारयति। नृत्या हि धार्यमाणाः उच्छास्त्रमार्गविषयाः न भवन्ति योगेन समाधिन अव्यभिचारिण्य नित्यसमाधि अनुगतया इत्यर्थः। एतत् उक्तं भवति अव्यविचारिण्या धृत्या मनःप्राणेन्द्रियक्रियः धार्यमाणाः योगेन धारयति इति। या एवं लक्षणा धृतिः सा पार्थ सात्विकी। यया तु धर्मकामार्थं धृत्याधारयतेऽर्जुन प्रसङ्गेन फलाकाङ्क्षि धृतिः सा पार्थराजसी। यया तु धर्मकामार्थं धर्मश्च कामश्च अर्थश्च धर्मकामार्थः तां धर्मकामार्थां धृत्या या धारयति मनसि नित्यमेव कर्तव्यरूपान् अवधारयति हे अर्जुन। प्रसङ्गेन यस्य यस्य धर्मादेः धारणप्रसङ्गः तेन तेन प्रसङ्गेन फलाकाङ्क्षी च भवति। यः पुरुषः तस्य धृतिः या सा पार्थराजसि। यया स्वप्नं भयं शोकं विषादं मदमेव च न विमुञ्चति दुर्मेध धृतिः सा तामसीमत। यया स्वप्नं निद्रां भयं त्रासं शोकं विषादं विषण्णतां मदं विषयसेवाम् आत्मनः बहुमन्यमानः मत्तैव मदम् एव च मनसि नित्यमेव कर्तव्यरूपतया कुर्वन् न विमुञ्चति धारयत्येव दुर्मेधः कुत्सितमेधः पुरुषः यः तस्य धृतिः या सा तामसीमत। गुणभेदेन क्रियाणां कारकाणां च त्रिविधो भेदः उक्तः। अथ इदानीं फलस्य सुखस्य त्रिविधो भेदः उच्यते। सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति।